पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 42 शेष उवाच आह्वयं तं महासैन्यवारिधौ पुष्कलं नृपं समालक्ष्य कपीन्द्रोऽपि हनूमांस्तमधावत लाङ्गूलमुद्यम्य विशालदेहम् सरावमातत्य पयोदकोशं रणस्थितान्वीरवरान् कपीन्द्रो जगामतं वीरमणिं नृपेन्द्रम् आयान्दं तं हनूमन्दं वीक्ष्य पुष्कल उद्भटः विलोकयामासदृशा वैरिक्रोधसुशोणया जगादत्तं हनूमन्दं पुष्कलः परमास्त्रविद मेघगम्भीरया वाचा नादयन्नृणमण्डलम् पुष्कल उवाच कथं त्वं समरे योद्धुमागतोऽसि महाकपे कियद्बलं स्वल्पमे दद्राज्ञो वीरमणेर्महद यत्र त्रिजगदी सर्वा सम्मुखे समुपागदा तत्र त्वं लीलया योद्धुं यातुमिच्छसि वानवा कोऽयं राजा वीरमणिः कियत् बलमधाल्पकम् अत्रा गमनमत्युग्रं तव वीरन भाव्यते रघुनाथ कृपापाङ्गादहं निस्तीर्य दुस्तरं क्षणान् निर्यामि कीशेन्द्र माचित्तं कुरु सङ्गरे त्वया राक्षसपाधोऽधिस्तीर्णो रामकृपाव्रजाद तथा रामं सुसंस्मृत्य निस्तरिष्यामि दुस्तरम् ये केचिद्दुस्तरं प्राप्य रघुनाथं स्मरन्ति च तेषां दुःखो दधिशुष्को भविष्यदि न संशयः तस्माद्व्रज महावीर शत्रुघ्नसविधे बलिन् येष आयामि निर्जित्य भूपं वीरमणिं क्षणाद शेष उवाच यदि धीरां समाकर्ण्य वाणीं पुष्कलभाषितां जगाद वदनं भूयः पुष्कलं परवीरः हनुमानुवाच पुत्रमासाहसं कार्षीर्भुवं वीरमणिं प्रति येष दादा शरण्यश्च बलशौर्यसमन्वितः त्वं बालस्तविरो भूपोऽखिलशस्त्रास्त्रवित्तमः अनेके विजितास्सङ्ख्ये वीराशौर्यसुशोभिनः जानीहि पार्श्वे तस्य त्वं रक्षितारं सदाशिवं भक्त्या वशीकृतं स्थाणुं सोमं चैदत् पुरिस्थितम् तस्मादहमनेनैव योत्स्ये भूपेन पुष्कल अन्यान् वीरान् विजित्वा त्वं कीर्तिमाप्नुहि पुष्कलाम् पुष्कल उवाच शिवो भक्त्या वशीकृत्य स्वपुरे स्थापितो मुना परमस्याश्रुहृदयेन तिष्ठति महेश्वरः सदा शिवोऽयमाराध्यपरमं स्थानमागतः सरामो मन्मनस्त्यक्त्वा न क्वापि परिगच्छति यत्र रामस्तत्र विश्वं सर्वं स्थास्नुचरिष्णु च तस्मादहं जयिष्यामि रणे वीरमणिं नृपम् व्रजत्वं समरे योद्धु मन्यान्मानि वरान् नृपान् वीरसिंह मुखान्कीश मच्चिन्तां मा कुरु प्रभो। वाचमिद्धं समाकर्ण्य हनुमान् धीरसेवितां जगामसमरे योद्धुं वीरसिंहं नृपानुजं लक्ष्मीनिधिसुदेनास्य शुभाङ्गदसुसंज्ञिना द्वैरथेन प्रयुयुधे महाशस्त्रास्त्रवेदिना बलमिन्द्रेण सुमदस्वप्रतापबलोर्जितः योद्धुं सशस्त्रसङ्ग्रामं विचचार नृपात्मजः। आह्वयं तं नृपं दृष्ट्वा द्वैरथे युद्धकोविदः पुष्कलो रुक्मखचिते रथे तिष्ठन्ययौहितम्। राजा तमागतं दृष्ट्वा पुष्कलं युद्धकोविदम् उवाच निर्भिया वाण्या रणमध्ये सुभाषितः। वीरमणिरुवाच बालमायाहि मां क्रुद्धं संग्रामे चण्डकोपनं गच्छ प्राणपरीप्सायै मा युद्धं कुरु मे सह। त्वादृशान् बालकान् भूप मा दृशा कृपयन्तिः प्रखरन्ति न चैदान्वै तस्माद्गच्छ रणाद् बहिः। यावत्त्वं न मया दृष्टश्चक्षुर्भ्यां तावदुन्मनाः साम्प्रतं त्वां प्रहर्तुं न मनःसमभिकाङ्क्षति। यत्त्वया मत्सुतो बाणैर्भिन्नो मूर्च्छीकृतः पुनः सर्वं मया क्षान्तमद्य तव बालधियो महद। इति वाक्यं समाकर्ण्य पुष्कलो निजगादतं। पुष्कल उवाच बालोऽहं त्वं महावृद्धः सर्वशस्त्रास्त्रकोविदः क्षत्रियाणां मदं चैव ये बलाधिक्यसंयुताः त एव वृद्धा भूपाग्र्य नवयो वृद्धतां गताः। मया ते मूर्च्छितः पुत्रः सशौर्यबलदर्पितः इदानीं त्वामहं शस्त्रैः पादयिष्यामि संगरे। तस्मात् त्वं यत्नतस्तिष्ठ राजन् सङ्ग्राममूर्धनि रामभक्तं न मां कश्चित् जयतीन्द्रपदे स्थितः। इत्थं भाषितमाश्रित्य पुष्कलस्य नृपाग्रणीः जहास बालं संवीक्ष्य कोपं च व्यदधात् पुनः। तं वै कुपितमालक्ष्य भरतात्मज उन्मदः जकान शरविंशत्या राजानं हृदि तीक्ष्णया। राजा तानागतान् दृष्ट्वा बाणास्तेन विमोचितान् चिच्छेद परमक्रुद्धशरैस्तीक्ष्णैरनेकधा। तद्बाणच्छेदनं दृष्ट्वा भारतिः परवीरः सुकोपहृदयेऽत्यन्तं राजानं चत्रिभिः शरैः। विव्याध भाले भूपालपुत्रपुष्कलसंज्ञकः तत्र लग्ना विरेजुस्ते त्रिकूटशिखराणि किम्। तैर्बाणैर्व्यथितो राजा जखान नवभिः शरैः हृदये पुष्कलं वीरं महाकोपसमन्वितः। तैर्वच्च सदन्तैर्बह्वस्रं पीदं रामानुजाङ्गजं सर्पा आशीविषा यद्वत्क्रुद्धास्तद्वपुषिस्थिताः परमं कोपमापन्नपुष्कलो भूमिपं पुनः बाणानां शतकेनाशु बिभेदशिदपर्वणां तैर्बाणैः कवचं भिन्नं किरीडसशिरस्त्रकः रथोधनुर्महत्सज्यं छिन्नं कोपपरिप्लवाद क्षदजनपरिप्लुष्टो बाणभिन्नकले वरः अन्यं स्यं धनमारुह्य जगामभरतात्मजं धन्योऽसि वीररामस्य चरणाम्भुजं मधुव्रत महत्कृतं कर्म तेद्य यदहं विरधीकृतः प्राणान् रक्षस्वभो वीरसाम्प्रतं मयि युध्यति सुलभान् तव प्राणाः कालरूपे मयि स्थिते इत्युक्त्वा व्यहनद्बाणैरसङ्घैः शस्त्रकोविदः भूमौ दिशि च तद्बाणा नान्यदृश्येत तत्र अनेके गजसहस्रा भिन्ना अश्वासमं ततः रथारथियुद्धास्तेन छिन्ना भिन्ना द्विधा कृताः शोणितौ का सरितत्र प्रसुस्राव रणाङ्गणे यत्रोन्मदाहि मादङ्गा दृश्यं ते शैलशृङ्गवद केशशैवालक्ष्यास्ते मुहुप्राणिशिरस्थिताः अनेके पाणयश्चिन्ना वीराणां मुद्रिकाश्रियः दृश्यन्ते अहिवत्तत्र चन्दनादिकरूषिताः शिरांसि च भटाग्र्याणां कच्छपाभां वहन्ति वै मांसानि पङ्का यत्रासीन्वीराणां महदां ततः एवं व्यधिकरे वृत्ते योगिन्यशदशोरणे पपुः पात्रेण रुधिरं प्राणिनां रणपादिनां मांसानि बुभुजुस्ता वै हर्षकौतुकसंयुताः पीत्वा दुशोणिदं तत्र भक्षित्वा मांसमुन्मदाः ननृतुर्जहसुप्रोच्चैरुज्जगुः प्रधनाङ्गणे पिशाचास्तत्र समरे प्राणिनां मस्तकानि वै धृत्वा कराभ्यां मत्ताङ्गास्तालवद्वादनोद्यताः शिवास्तत्र महामांसं पतितानां रणाङ्गणे भक्षित्वा व्यनदन्मत्ताः कादराणां भयप्रदाः कादरास्त्रा समापन्ना गदा कुञ्चरकोटरे भक्षिता योगिनीभिस्ते पापिनां क्वापि न स्थितिः एतत्कथनमालक्ष्य स्वसैन्यस्य रथाग्रणीः पुष्कलोऽपि चकारात्र कदनं रणमण्डले भिद्यं ते गजशीर्षाणि पतन्ति मौक्तिकानि तु दृश्यते लोमभिपूर्णा ताम्रपर्णीव तन्नदी पुष्कलप्रहिता बाणा नृणामङ्गेषु सङ्गदाः कुर्वन्ति प्राणविच्छेदं वीराणामपि सर्वदः सर्वे रुधिरसिक्ताङ्गाः सर्वे छिन्ननिजाङ्गकाः दृश्यन्ते किं शुका यद्वत् सुभटाः प्रधनाङ्गणे एतस्मिन् समये क्रुद्धः समाभाष्य महीपतिम् जखान बहुबाणैस्तं रोषपूरपरिप्लुदः तद्बाणवेधभिन्नाङ्गो विशीर्णकवचो नृपः महाबलं तं मन्वानप्राहरचरकोडिभिः तैर्बाणैकवचान्मुक्तं शुश्राव बहुशोणितं वपुर्बभूवरुचिरं शरपञ्चरगोचरं शरपञ्चरमध्यस्थो विह्वलीकृतमानसः शरान्नेतुं च संधातुं नक्षमः स च भारतिः रामं स्मृत्वा धनुर्धृत्वा करे सज्जं महदृढं मुमोच बाणान्निषितान्वैरिवृन्दनिवारणान् तैर्बाणैः शरजालं तद्विधूय मुनिपुङ्गव शङ्खं प्रध्माय समरे जगाद गदभीर्नृपम् पुष्कल उवाच त्वया कृतं महत्कर्म जन्मां बाणस्य पञ्चरे गोचरं कृतवान्वीर वीरतापनमुद्भटं वृद्धत्वान् मम मान्योऽसि साम्प्रतं रणमण्डले पश्यमेद्य पराक्रान्तं राजन्वीरमणे महद बाणत्रयेण भो वीर मूर्च्छितं करवै नहि तर्हि प्रतिज्ञां शृणु वै सर्ववीरविमोहिनीं गां प्राप्यापि यो वै तां निन्दित्वा पापहारिणीं न मज्जति महापापो महामूढविचेष्टितः तस्य पापं ममैवास्तु चेन्न त्वां रणमण्डले पादये मूर्च्छया वीर सन्नद्धो भव भूपते इति वाक्यं समाकर्ण्य पुष्कलस्य नृपोत्तमः सुकोपभृशमुद्विघ्नः संदधे निशिताञ्छरान् ते शरा हृदयं भित्त्वा गदास्ते भारतेर्महद पेदुः क्षिदावधो यद्वद्राम भक्तिपराङ्मुखाः ततः शरं मुमोचास्मै निषिदं वह्निः सप्रभं लक्षीकृत्य महद्वक्षः कपाडतडविस्तृतम् सबाणो भूमिपदिना द्विधा छिन्नशरेण हि पपादरथमध्ये स रविमण्डलवज्ज्वलन् अपरं बाणमाधत्त मातृभक्तिभवं ततः निधाय पुण्यं सोऽप्येष चिच्छेद महदा पुनः तदा खिन्नः स हृदये किं कर्तव्यमिति स्मरन् रामं हृदि निजार्तिघ्नं मुमोच परमास्त्रविद स बाणस्तस्य हृदये लग्न आशीविशोपमः मूर्च्छामप्रापयत्तं वैज्वलन् सूर्यसमप्रभः तदो हाहाकृतं सर्वं पलायन परायणं राज्ञिः सम्मूर्च्छिते जादे पुष्कलो जयमाप्तवान् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे वीरमणे परा भवो नाम द्विचत्वारिंशत्तमोऽध्यायः ॐ